पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 109 कुञ्चल उवाच प्रणिपत्य प्रसाद्यैव वसिष्ठं तपदां वरम् आमन्त्र्य निर्जगामाथबाणपाणिर्धनुर्धरः येणस्य मांसं सुविपाच्य भोजितम् बालस्तया रक्षिद एव बुद्ध्या आयोसुपुत्र सगुणः सुरूपो देवोपमो देवगुणैश्च युक्तः तेनैव मांसेन सुसंकृतेन मृष्टेन पक्वेन रसानुगेन तमेव दैत्यं परिभाष्य सूदो दुष्टं सुहर्षेण व्यभोजयत्तां बुभुजे दानवो मांसं रसस्वादुसमन्वितं हर्षेणापि समाविष्टो जगामाशोकसुन्दरीं तामुवाच ततस्तूर्णं कामोपहदचेतनः आयुपुत्रो मया भद्रे भक्षितः पदिरेव ते मामेव भज चार्वङ्गि भुङ्क्ष्व भोगान् मनोनुगान् किं करिष्यसि तेन त्वं मानुषेण गतायुषा प्रत्युवाच समाकर्ण्य शिवकन्या तपस्विनी भर्ता मे दैवतैर्दत्तो अजरो दोषवर्जितः तस्य मृत्युर्न वैदृष्टो देवैरपि महात्मभिः एवमाकर्ण्य तद्वाक्यं दानवो दुष्टचेष्टितः तमुवाच विशालाक्षीं प्रहस्यैव पुनः पुनः अद्यैव भक्षितं मांसमायुपुत्रस्य सुन्दरि जातमात्रस्य बालस्य नहुषस्य दुरात्मनः एवमाकर्ण्य सा वाक्यं कोपं चक्रे सुदारुणम् प्रोवाच सत्यसंस्था सा तपसा भाविता पुनः तप एव मया तप्तं मनसा नियमेन वै आयुसुतश्चिरायुश्च सत्येनैव भविष्यति इदो गच्छ दुराचार यदि जीवितुमिच्छसि अन्यथा त्वमहं शप्स्ये पुनरेव न संशयः एवमाकर्णितं तस्याः सूदेन नृपतिं प्रति परित्यज्य महाराज येदा मन्यां समाश्रय सूदेन प्रेषितो दैत्यः स हुण्डपापचेतनः निर्जगामत्वरा युक्तः सस्वां भार्यां प्रियां प्रति चेष्टितं नैव जानाति दास्यासूदेन यत्कृतं तस्य निवेदितं सर्वं प्रियायै वृत्तमेव च सूत उवाच अशोकसुन्दरी सा च महता तपसा किल दुःखशोकेन संतप्ता कृशीभूता तपस्विनी चिन्तयन्ती प्रियं कान्तं तं ध्यायति पुनः पुनः किं न कुर्वन्ति वै दैत्या उपायैर्विविधैरपि उपायज्ञा सदा बुद्ध्या उद्यमेनापि सर्वदा वर्तं ते धनुजश्रेष्ठा नानाभावैश्च सर्वदा मायोपायेन योगेन हृताहं पापिना पुरा तथा स खादितः पुत्र आयोश्चैव भविष्यति यं दृष्ट्वा दैवयोगेन भवितारमनामयम् उद्यमेनापि पश्येद किं वा नश्यति वा न वा किं वा स उद्यमश्रेष्ठः किं वा तत्कर्मजं फलम् भावि भावकथं नश्येत्तदो वेदप्रतिष्ठति विशेषो भाविदो देवैः स कथं चान्यथा भवेद एवमेवं महाभागा चिन्तयन्ती पुनः पुनः किन्नरो विद्वरो नाम बृहद्वंशो महातनुः सनाभ्यो धनरक्कायः पक्षाभ्यां हि विवर्जितः द्विभुजो वंशहस्तस्तु हारकङ्कणशोभितः दिव्यगन्धानुलिप्ताङ्गो भार्यया सह चागतः तामुवाच निरानन्दां ससुदां शङ्करस्य हि किमर्थं चिन्तसे देवि विद्वरं विद्धि चागतम् किन्नरं विष्णुभक्तं मां प्रेषितं देवसत्तमैः दुःखमेवं न कर्तव्यं भवत्या नहुशं प्रति कुण्डेन पापचारेण वधार्थं तस्य धीमदः कृतमेवाखिलं कर्म हृदश्चायु सुदशुभे सदु वैरक्षितो देवैरुपायैर्विविधैरपि कुण्ड एवं विजानादि आयुपुत्रो हृदो मया भक्षितस्तु विशालाक्षि इति जानादि वै शुभे भवतां श्रावयित्वा हि गतोऽसौ दानवोधमः स्वेन कर्मविपाकेन पुण्यस्यापि महायशः पूर्वजन्मार्जितेनैव तव भर्ता स जीवति पुण्यस्यापि बलेनैव येषा मायुर्विनिर्मितं स्वर्जितस्य महाभागे नाशमिच्छन्ति खादकाः दुष्टात्मानो महापापाः परतेजो विदूषकाः तेषां यशो विनाशार्थं प्रपञ्चन्ति दिने दिने नानाविधैरुपायैस्ते विषशस्त्रादिभिस्ततः हन्तुमिच्छन्ति तं पुण्यं पुण्यकर्माभिरक्षितं पापिनश्चैव हुण्डाद्या मोहनस्तम्भनादिभिः पीडयन्ति महापापा नानाभेदैर्बलाविलैः सुकृतस्य प्रयोगेण पूर्वजन्मार्जितेन हि पुण्यस्यापि महाभागे पुण्यवन्तं सुरक्षितं वैफल्यं यान्ति तेषां वै उपायाः पापिनां शुभे यन्त्रतन्त्राणि मन्त्राश्च शस्त्राग्निविषबन्धनाः रक्षयन्ति महात्मानं देवपुण्यैः सुरक्षितं कर्तारो भस्मदां यान्ति स वै तिष्ठति पुण्यभाक आयुपुत्रस्य वीरस्य रक्षका देवता शुभे पुण्यस्य संचयं सर्वे तपसां निधिमेव तु तस्माच्च रक्षितो वीरो नहुषो बलिनां वरः सत्येन तपसा तेन पुण्यैश्च संयमैर्दमैः मा कृधा दारुणं दुःखं मुञ्जशोकमकारणं स हि जीवति धर्मात्मा मात्रा पित्रा विना वने तपोवनेव सत्येकस्तपस्वी परिपालितः वेदवेदाङ्गतत्त्वज्ञो धनुर्वेदस्य पारगः यथा शशी विराजेदस्वकलाभिः स्वतेजसा तथा विराजदे सोऽपि स्वकलाभिः सुमध्यमे विद्याभिस्तु महापुण्यैस्तपोभिर्यशसा तथा राजदे परवीरघ्नो रिपुः सुरवल्लभः हुण्डं निहत्य दैत्येन्द्रं त्वामेवं हि प्रलप्स्यते त्वया सार्धं स्त्रिया चैव पृथिव्यामेकभूपतिः भविष्यति महायोगी यथा स्वर्गे दुवासवः त्वं तस्मात् प्राप्स्यसे भद्रे सुपुत्रं वासवोपमम् ययादिं नामधर्मज्ञं प्रजापालनतत्परं तथा कन्याशदं चापि रूपौदार्यगुणान्वितं यासां पुण्यैर्महाराज इन्द्रलोकं प्रयास्यति इन्द्रत्वं भोक्ष्यदे देवि नहुषपुण्यविक्रमः ययादिर्नामधर्मात्मा आत्मजस्ते भविष्यति प्रजापालो महाराज सर्वजीवदयापरः तस्य पुत्रास्तु चत्वारो भविष्यन्ति महौजसः बल वीर्यसमोपेदा धनुर्वेदस्य पारगाः प्रथमश्चतुरुर्नाम पुरुर्नाम द्वितीयकः उरुर्नाम तृतीयश्च चतुर्थो वीर्यवान्यदुः एवं पुत्रा महावीर्यास्तेजस्विनो महाबलाः भविष्यन्ति महात्मानस्सर्वतेजस्समन्विता यतोश्चैव सुधा वीरासिंहतुल्यपराक्रमाः तेषां नामानि भद्रं ते गददशृणुसाम्प्रतं भोजश्च भीमकश्चापि अन्धककुञ्चरस्तथा वृष्णिर्नाम सुधर्मात्मा सत्याधारो भविष्यति षष्ठस्तु श्रुतसेनश्च श्रुताधारस्तु सप्तमः कालदंष्ट्रो महावीर्यसमरे कालजिद्बली यदो पुत्रा महावीर्या यादवाख्या वरानने तेषां तु पुत्रा पौत्रास्ते भविष्यन्ति सहस्रशः एवं नहुषवंशो वै तव देवि भविष्यति दुःखमेवं परित्यज्य सुखे नानुप्रवर्तया समेष्यति महाप्राज्ञस्तव भर्ता शुभानने निहत्य दानवं हुण्डं त्वामेवं परिणेष्यति दुःखजातानि सोष्णानि नेत्राभ्यां हि पतन्ति च अश्रूणि चेन्दुमत्याश्च सम्मार्जयति मानदः आयोश्च दुःखमुद्धृत्य स्वकुलं तारयिष्यति सुखिनं पितरं कृत्वा प्रजापालो भविष्यति येदत्ते सर्वमाख्यातं देवानां कथनं शुभे दुःखं शोकं परित्यज्य सुखेन परिवर्तय अशोकसुन्दर्युवाच कदा ह्येष्यदि मे भर्ता विहिदो दैवतैर्यदि सत्यं वदस्वधर्मज्ञ मम सौख्यं विवर्धय विद्वर उवाच अचिराद्रक्ष्यसि भर्तारं त्वमेवं शृणु सुन्दरि एवमुक्त्वा जगामाथ गन्धर्वो विबुधालयम् अशोकसुन्दरी सा च तपस्ते पेहि तत्र वै कामं क्रोधं परित्यज्य लोभं चापि शिवात्मजा इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे नाहुशाख्ये अने नवाधिकशततमोऽध्यायः ॐ